ऋषिभिस्तु अस्मिन् समस्तग्रन्थे निरूपितस्य सद्गतिदुर्गतिप्रदस्य धर्माधर्मस्य एक एव प्रश्नः कृतो भवति कथित इति द्वाभ्याम्। भवता सर्वज्ञेन सम्यक् तेर्चिरभिसम्भवति इति श्रुत्युक्तो अच्चिरादिर्देवमार्गः कथितः बहुभिः पुराणैः निरूपितः इदानीम् इति। तथा संसारदुःखादीन्यपि श्रोतुमिच्छाम इति पूर्वेणैव सम्बन्धः तत् क्लेशक्षयसाधनं तैः संसारदुःखैः यः क्लेशः तस्य क्षयसाधनं च संसारदुःखां क्लेशक्षयं केन साधनेन भवति इत्यपि श्रोतुमिच्छाम इत्यर्थः। अत्रोत्तरं श्रीभगवद्गरुडसंवादेन सूत उवाच शृणुध्वम् इति सुखदं पूर्वादिमार्गं दुःखदायकं दक्षिणमार्गमित्यग्रे वक्ष्यति। भगवद्वाक्यस्य अतिप्रामाण्यात् सन्देहो न कर्तव्या इति भावः। विनयेन अवनतो नम्रः उत्तमागतिः सद्यो मुक्तिः क्रममुक्तिः च इति श्रुतं सर्वशास्त्रेषु स्मृतम् इति पाठे मुनिभिः कथितम्। हरिस्मरणात् सुलभो मोक्षः आतस्तद्रहिता ननु शोचनाः सुगमं पठने कठिनं न भवति। अतस्त्वामभजतां पापिनाम् अत्रोत्तरं समानव्यासाभ्यां श्रीभगवानुवाच वक्ष्येऽहं शृणु पक्षेन्द्रयममार्गं चेनये नरके पापिनो यान्ति शृण्वतामपि भीतिदं ये हि पापरतास्ताक्ष्यदयाधर्मविवर्जिताः दुष्टसङ्गाश्च सच्छास्त्रसत्सङ्गतिपराङ्मुखाः आत्मसम्भावितास्तब्धा धनमानमदान्विताः आसुरं भावमापन्ना दैवी सम्पद्विवर्जिताः अनेकचित्तविभ्रान्ता मोहजालसमावृताः प्रसक्ताः कामभोगेषु पतन्ति नरकेषु च। अत्रोत्तरं समासव्यासाभ्यां श्रीभगवान् उवाच षड्भिरध्यायैः वक्ष्येऽहमित्यादिभिः येन मार्गेण ये पापिनः नरके यान्ति तानपि वक्ष्यामि त्वन्वयः। ये हि पापरता इत्यादिपदानां पतन्ति नरके इति तृतीयेन सम्बन्धः। पापरताः निषिद्धाचरणोत्सुकाः दयाधर्मेति दयानाम प्रत्युपकारापेक्षारहितसर्वभूतहितानुचिन्तनता। धर्मो भगवद्धर्मः वर्णाश्रमविहितो वा तेन विवर्जिताः रहिताः। दुष्टानां सङ्गो येषां ते तथा सच्छास्त्रादौपराङ्मुखाश्च। आत्मनि स्वस्मिन्नेव सम्भाविताः प्रतिष्ठिता वयमिति मन्यमानाः अत एव स्तब्धाः अनम्राः पूज्यानपन नमन्ति इत्यर्थः। धनेन यो मानः मदश्चात्तेन आसुरं भावं दम्भो दक्षोऽभिमानश्चेत्यादिभिर्भगवतोक्तः दैवीसम्पत् अभयं सत्त्वसंशुद्धिः इत्याद्या च गीतायां प्रोक्ता। एवं भूता यत् प्राप्नुवन्ति तत् शृणु अनेकेति। अनेकेषु परदारपरद्रव्यहरणात्मकेषु प्रवृत्तं चित्तम् अनेकचित्तं तेन विभ्रान्ताः विक्षिप्ताः मोहमयेन जालेन समावृताः मत्स्या इव। सूत्रमयेन जालेन नियन्त्रिताः एवं कामभोगेषु प्रसक्ताः अशुचौ नरके पतन्ति। ये नरा ज्ञानशीलाश्च ते यान्ति परमां गतिं पापशीला नरा यान्ति दुःखेन यमयातनां। पापिनामैहितं दुःखं यथा भवति तच्छृणु ततस्ते मरणं प्राप्य यथा गच्छन्ति यातनाम्। ज्ञानशीलास्तु मोक्षं यान्ति, पापशीलानामेव यमयातना भवन्ति इत्याह्य इति। ऐहिकम् अस्मिन् लोके भोग्यं ततः ऐहिकदुःखभोगानन्तरम्। सुकृतं दुष्कृतं वापि भुक्त्वा पूर्वं यथार्जितं कर्मयोगात् तदा तस्य कष्टे। सुकृतं दुष्कृतं वापि भुक्त्वा पूर्वं यथार्जितं कर्मयोगात् तदा तस्य कश्चिद्व्याधिः प्रजायते। आधिव्याधिसमायुक्तं जीविताशासमुत्सुकं कालो बलीया न हि वदज्ञातः प्रतिपद्यते। पापशीलानां यमयातनां विवक्षुः प्रथमं मुनिप्रश्नानुसारेण तस्य ऐहिकदुःखान्याः। सुकृतमित्यादिदशभिः पूर्वं बाल्याद्यवस्थायां सुकृतं भुक्त्वा तदा वार्धक्ये दुष्कृतकर्मयोगात् व्याधिः स्यादित्यर्थः। आधिः मरणभयान् मानसीव्यथा तेनैव बहुवर्धमानो व्याधिश्च ताभ्यां सम्मज्ञाति। ताभ्यां सम्यग्ज्ञाति व्याकुलतातया युक्तं तथापि जीवितस्यैव आशायां समुत्सुकं भोगवासनया साभिलाषं तं नरं कालः अहिर्मूषकमिव अज्ञात एव अभिपद्यते। तथा हि प्रमत्तं चैरिति कृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसं त्वमप्रमत्तः सहसाभिपद्यसे क्षुल्ले लिहानो हिरिवाखुमन्तक इति। तत्र प्राप्यजातनिर्वेदो ह्रियमाणः स्वयं हृतैः जरयोपात्तवैरूप्यो मरणाभिमुखो गृहे आस्तेवमत्योपन्यस्तं गृहपालैवाहरन् आमयाव्यप्रदीप्ताग्निरल्पाहारोपचेष्टितः वायुनोत्क्रमतोत्तारः कफसंवृद्धनाडिकः कासश्वासकृतायासः कण्ठे घुरघुरायते शयानः परिशोचद्भिः परिवीतः सुबन्धुभिः वाच्यमानोऽपि न ब्रूते कालपाशवशं गतः तत्राप्यन्तकालेऽपि न ज्ञातः कदर्यवन्निर्वेदो यस्य स्वयं हृतैः स्वयं पालितैः पुत्रकळत्रादिभिः ध्रियमाणः पुष्यमाणः सन् मरणोन्मुखो भवति पापिनामेव अवज्ञा भवति न तु सुकृतिनामित्याह आस्त इति अवमत्या अवज्ञया उपन्यस्तं समीपे प्रक्षिप्तम् आहारं गृहपालः स्वा इव आहरन् भुञ्जानः आस्ते आमयावी रोगी कफेन समृद्धाः नाडयो मार्गभूता यस्य तेन उत्क्रमता प्राणवायुना विवृत्तनेत्रः कासश्वासाभ्यां कृत आयासो यस्य कण्ठे घुरघुर इति शब्दं करोति परिवीतः परिवेष्टितः वास्यमानोऽपि बन्धो राते बन्धो तातेत्याहूय बन्धो तातेत्याहूयमानोऽपि एवं कुटुम्बभरणे व्यापृतात्मादितेन्द्रियः म्रियते रुदतां स्वेषां मुरुवेदनयास्तधीः तस्मिन्नन्तक्षणे ताक्ष्यदैवी दृष्टिः प्रजायते एकीभूतं जगत्सर्वं न किञ्चिद्वक्तुमीहते विकलेन्द्रियसङ्घाते चैतन्ये जडतां गते प्रचलन्ति ततः प्राणायाम्यैर्निकटवर्तिभिः स्वस्थानात् चलिते श्वासे कल्पाख्यो ह्यातु रक्षणः शतवृश्चिकदष्टस्य या पीडा सानुभूयते एवं व्यापृतात्मा आसक्तचित्तः उरुवेदनया अस्तभिः शतवृश्चिकयुगपद्दशनदृशया एवं व्यापृतात्मा आसक्तचित्तः उरुवेदनया अस्तभिः शतवृश्चिकयुगपद्दशनसदृशया पीडया नष्टमतिः मूर्च्छितः सन् रुदतां रोदनं कुर्वतां स्वेषां बन्धूनां मध्ये म्रियते मरणं प्राप्नोति अन्तक्षणे अन्तसमये दैवी देवानामिव दिव्यदृष्टिः या दृष्ट्या यमदूतानां प्रत्यक्षदर्शनं भवति इत्यर्थः पुनः यया सर्वम् इहलोकपरलोकरूपं जगत् एकीभूतं स्वसीमानं लग्नमिव प्रजायते। अत आश्चर्यदर्शनात् न किञ्चिद् वक्तुमिच्छति इत्यर्थः। समीपागतैः याम्यैः हेतुभूतैर्यमदूतैः कृत्वा प्राणाः स्वस्थानात् प्रचरन्ति। आतुरस्य म्रियमाणस्य पापिनः क्षणोऽपि कल्पाख्यः महाकष्टतया कल्पसदृशः शतवृश्चिकैः दष्टस्य पुरुषस्य या पीडा भवति सैव तेनानुभूयते। फेनमुद्गिरते सोऽथमुखं लालाकुलं भवेतु अधो द्वारेण गच्छन्ति पापिनां प्राणवायवः। यमदूतौ तदा प्राप्तौ भीमौ सरभसेक्षणौ पाशदण्डधरौ नग्नौ दन्तैः कटकटायितौ ऊर्ध्वकेशौ काककृष्णौ वक्रतुण्डौ नखायुधौ। सदृष्ट्वा त्रस्तहृदयः शकृन्मूत्रं विमुञ्चति। अथ फेनमुद्गिरते कफं वमति तथा प्राणप्रयाणे प्राप्तौ सरभसं सक्रोधम् ईक्षणं ययोः। तौ दूतौ दृष्ट्वा शकृन्मलं मुञ्चति। अङ्गुष्ठमात्रः पुरुषो हाहाकुर्वन् कळेबरात्। तदैव गृह्यते दूतैर्याम्यैः पश्यन् स्वकं गृहम्। यातनादेहा आवृत्य पाशैर्बद्ध्वा गळे बलात् नयतो दीर्घमध्वानं दण्ड्यं राजभटा यथा। तस्यैवं नीयमानस्य दूताः सन्तर्जयन्ति च प्रवदन्ति भयं तीव्रं नरकाणां पुनः पुनः। शीघ्रं प्रचल दुष्टात्मन् यास्यसि त्वं यमालयं कुम्भीपाकादिनरकांस्त्वां नयावोद्यमाचिरम्। एवं वाचस्तदा शृण्वन् बन्धूनां रुदितं तथा उच्चैर्हाहेति विलपन् ताड्यते यमशङ्करैः। पुरुषः जीवः अङ्गुष्ठमात्रैदं कण्ठस्थाने षोडशदळकमले ध्यानस्वरूपं भवति। न त्वङ्गुष्ठमात्रं जीवस्वरूपं सर्वशरीरव्यापकात्। अतोऽत्र हृदयाकाशे प्रतिष्ठितत्वात् तत्प्रमाणं पुर्यष्टकवेष्टितं सूक्ष्मशरीरवन्तं प्रादेशमात्रं पुरुषं वसन्तमितिवद् ज्ञातव्यम्। एवम् ऐहिकदुःखं निरूप्येदानीं परलोकदुःखं निरूपयति यातनादेह इति। यातनादेहे भोगाय प्रारब्धकर्मणा स्वप्नवदुत्थिते यथा भगवता श्रीकृष्णेन विनष्टशरीरमपि गुरोः पुत्रं तत्सदृशमेव यमलोकादानीय गुरवे दत्तं। तद्वत् स्वसदृशे शरीरे आवृत्य निरुध्यतौ दूतौ नयतः गृहीत्वा गच्छतः अन्वथ केवलस्यैव तस्य सप्तदशाव सप्तदशावयवलिङ्गशरीरात्मकस्य पाशैर्गले बन्धनायोगात् अथ वास्तु ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणपञ्चकं बुद्धिमनसीति चेति इदमेव कर्तृत्वभोक्तृत्वाद्यभिमानेन इहलोकपरलोकगामी व्यानहारिको व्यावहारिको जीव इत्युच्यते इति दण्ड्यं पा दण्ड्यं सापराधम् तत्र तत्र पतञ्छ्रान्तो मूर्च्छितः पुनरुत्थितः तयोर्निर्भिन्नहृदय तर्जनैर्जातवेपथुः पथिस्वभिर्भक्ष्यमाण आप्तोघं त्वमनुस्मरन् क्षुत्रुत्परीतोर्कदवानलानिलैः सन्तप्यमानः पथितत्ववालुके पथि तप्तवालुके कृच्छ्रेण पृष्ठे कषया च ताडितश्चलत्यशक्तोऽपि निराश्रमोदके तयोर्दूतयोः तर्जनैस्ताडनैर्निर्भिन्नं विदीर्णं हृदयं यस्य सः स्वम् अघं पापं स्मरन् आर्तस्सं चलतीति द्वितीयेन अन्वयः शत्रुभ्यां परीतो व्याप् तः तप्ता वालुका यस्मिन् निर्गतः आश्रमः विश्रमस्थानम् उदकञ्च यस्मिन् तस्मिन् पथि क्षुदादिभिश्चलितुम् अशक्तोऽपि कषया ताडित एव कृच्छ्रेण चलति तत्र तत्र पतञ्छ्रान्तो मूर्च्छितः पुनरुत्थितः यथा पापी यसानीतस्तमसा यमसादनम् त्रिभिर्मुहूर्तैर्द्वाभ्यां वा नीयते तत्र मानवः प्रदर्शयन्ति दूतास्ताघोरा नरकयातनाः मुहूर्तमात्रात्वरितं यमं वीक्ष्य भयं पुमान् यमाज्ञया समन्दूतैः पुनरायाति खेचरः अशक्तत्वमेवाः तत्रेति तमसा तमोरूपेण पथा यमस्य साधनं गृहं प्रति नीतो भवति पापाधिक्ये द्वाभ्यां भयं यातनाः पुनः स्वगृहं प्रति त्वरितं शीघ्रं दूतैः सहैव खेचरस्सन्नाकाशमार्गादेवायातीत्यर्थः देहं प्रति प्रवेष्टुमिच्छन्। आगम्यवासनाबद्धो देहमिच्छन्यमानुगैः धृतः पाशेन रुदति शत्रुभ्यां परिपीडितः भुङ्क्ते पिण्डं सुतैर्दत्तं दानं चातुरकालिकं तथापि नास्तिकस्तार्क्ष्यतृप्तिं याति न पातकी। दत्तं मृत्युस्थानादिषु सुतादिभिः पापिनां नोपतिष्ठन्ति दानं श्राद्धं जलाञ्जलिः अतः क्षुद्व्याकुलायान्ति पिण्डदानभुजोऽपि ते भवन्ति प्रेतरूपास्ते पिण्डदानविवर्जिताः आकल्पं निर्जनारण्ये भ्रमन्ति बहुदुःखिताः नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि अभुक्त्वा यातनां जन्तुर्मानुष्यं लभते न हि। अतो दद्यात् सुतः पिण्डान् दिनेषु दशसु द्विज प्रत्यहं ते विभज्यन्ते चतुर्भागैः खगोत्तम। भागद्वयं तु देहस्य पुष्टिदं भूतपञ्चके तृतीयं यमदूतानां चतुर्थं सोपजीवति। अहोरात्रैश्च नवभिः प्रेतः पिण्डमवाप्नुयात् जन्तुर्निष्पन्नदेहश्च दशमे बलमाप्नुयात्। दग्धे देहे पुनर्देहः पिण्डैरुत्पद्यते खग हस्तमात्रः पुमान्येन पथि भुङ्क्ते शुभाशुभम्। प्रथमे हनियः पिण्डः तेन मूर्धा प्रजायते ग्रीवात्कन्धौ द्वितीयेन तृतीयाद्हृदयं भवेत् चतुर्थेन भवेत् पृष्ठं पञ्चमान्नाभिरेव च षष्ठेन च कटीगुह्यं सप्तमा सक्षिणी भवेत्। जानुपादौ तथा द्वाभ्यां दशमेऽन्हिक्षुधातृषा पिण्डजं देहमाश्रित्य क्षुधाविष्टः तृषार्दितः एकादशं द्वादशं च प्रेतो भुङ्क्ते दिनद्वयं त्रयोदशे हनिप्रेतो यन्त्रितो यमकिङ्करैः तस्मिन् मार्गे व्रजत्येको गृहीत इव मर्कटः षडशीतिसहस्राणि यो जनानां प्रमाणतः यममार्गस्य विस्तारो विना वैतरणीं खग अहन्यहनि वै प्रेतो यो जनानां त्रिंशतद्वयं चत्वारिंशत् तथा सप्तदिवारात्रेण गच्छति अतीत्यक्रमशो मार्गे पुराणीमानि षोडश प्रयाति धर्मराजस्य भवनं पातकीजनः सौमं सौरिपुरं नगेन्द्रभवनं गन्धर्वशैलागमौ क्रौञ्चं क्रूरपुरं विचित्रभवनं बह्वापदं दुःखदं नानाक्रन्दपुरं सुतप्तभवनं रौद्रं पयोवर्षणम् शीताढ्यं बहुभीतिधर्मभवनं याम्यं पुरं चाग्रतः याम्यपाशैर्धृतः पापी हा हेति प्ररुदन् पथि स्वगृहं तु परित्यज्य पुरं याम्यमनुव्रजेतु इति श्रीसारोद्धारे गरुडपुराणे पापिनाम् ऐहिकांस्मिकदुःखनिरूपणं नाम प्रथमोऽध्यायः। ननु भुङ्क्ते पिण्डे कथं तृप्तिर्नायातीति चेत्तत्राह पापिनामिति नोपतिष्ठन्ति तृप्तिं न जनयति पिण्डदानं वर्षपर्यन्तं भुञ्जन्ति तथापि ननु कृतान्यपि पिण्डदानादीनि यदि पापिनां नोपतिष्ठन्ति तदा किमनेन पिण्डदानेन कृतमप्यकृतसमयेमेवेति। कृतमप्यकृतसमयेवेति चेदकृते न तु प्रेतरूपा भवन्तीत्याह भवन्तीति किञ्च प्रायश्चित्तरूपयमयातनाभोगेनैव पापक्षये सति मनुष्यदेहं लभते नान्यथेत्याह नेति तथा हि च वक्ष्यति एवं दुष्कर्मकर्ता हि उक्त्वा च नरकान् क्रमातु मानुष्यं लभते तार्क्ष्य समीभूते शुभाशुभे इति। अतो मनुष्यजन्मनि सञ्चितसुकृतकर्मोदयवशात् कदाचित् सद्गतिरपि भविष्यतीति तस्मादकरणादल्पमपि विहिताचरणमेव युक्तमिति भावः। तदेवाह सः प्रेतः उपजीवति भक्षयति पिण्डं पिण्डच शरीरं निष्पन्नः पिण्डैरुत्पन्नो देहो यस्य स जन्तुः जीवः बलं मार्गगमनसामर्थ्यं येन पिण्डजदेहेन पथि यममार्गे शुभेषु पुण्यफलेषु अशुभं पापफलमेव भुङ्क्ते। पिण्डज देहोत्पत्तिप्रकारमाह प्रथमेहनेति सार्धद्वाभ्यां षोडशपुरनामान्याः सौम्यमित्यादि धर्मभवनं धार्मिकैर्लभ्यं वक्ष्यमाणं दिव्यसभासहितं याम्यं पापिभिर्लभ्यं यमयातनारूपं चकार इत्येव भेद इति ज्ञापनार्थः तत्तु अग्रतः षोडशपुरेभ्यः अग्रे भवतीति। इति श्रीगरुडपुराणटीकायां प्रथमोऽध्यायः।